पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 54 विष्णुरुवाच एवमुक्ता गदादुदीतया सुकलया तदा समासेन सुसम्प्रोक्तमवधार्य पुरन्दरः तदर्थं भाषितं तस्या सत्यधर्मसमन्वितम् आलोच्य साहसं धैर्यं ज्ञानमेव पुरन्दरः ईदृशं हि वदेत्काहि नारी भूत्वा महीतले योगरूपं सुसंशिष्टं न्यायोदैः क्षालितं वचः पवित्रेयं महाभागा सत्यरूपानसंशयः त्रैलोक्यस्य समस्तस्य धुरं धर्तुं भवेत्क्षमा एतदर्थं विचार्यैव जिष्णुकं दर्पमब्रवीद त्वया सह गमिष्यामि द्रष्टुं तां कृकलप्रियां प्रत्युवाच सहस्राक्षं मन्मधो बलदर्पितः गम्यदां तत्र देवेश यत्रास्ते सा पतिव्रता मानं वीर्यं बलं धैर्यं तस्या सत्यं पतिव्रतं गत्वाहं नाशयिष्यामि कियन्मात्रा सुरेश्वर समाकर्ण्य सहस्राक्षो वचनं मन्मथस्य च भो भो नङ्ग शृणुष्व त्वमधिकं भाषितं मुधा सुदृढा सत्यवीर्येण सुस्थिरा धर्मकर्मभिः सुकलेयमजेया वै तत्र ते पौरुषं नहि इत्याकर्ण्य तथ क्रुद्धो मन्मथस्त्विन्द्रमब्रवीद ऋषीणां देवतानां च बलं मया प्रणाशितम् अस्या बलं कियन्मात्रं भवता मम कथ्यते पश्यतस्तव देवेश नाशयिष्यामि तां स्त्रियं नवनीतं यथा चाग्नेस्तेजो दृष्ट्वा द्रवं व्रजेद तथे मां द्रावयिष्यामि स्वेन रूपेण तेजसा गच्छ तत्र महत्कार्यमुपस्थं साम्प्रतं ध्रुवं कस्मात् कुत्ससि मे तेजस्त्रैलोक्यस्य विनाशनं विष्णुरुवाच आकर्ण्यवाक्यं तु मनोभवस्य येदामसाध्यां तव कामजाने धैर्यं समुद्यम्य च पुण्यदेहां पुण्येन पुण्यां बहु पुण्यचारां पश्यामि ते पौरुषमुग्रवीर्यमिदो हि गत्वा तु धनुष्मदा वै तेनापि सार्धं प्रजगामभूयो रत्याजदूत्या च पतिव्रतां ताम् एकां सुपुण्यां स्वगृहस्थितां तां ध्यानेन पत्युश्चरणे नियुक्तां यथा सुयोगी प्रविधाय चित्तं विकल्पहीनं न च कल्पयेत् अत्यद्भुतं रूपमनन्ततेजो युद्धं चकाराध सदी प्रमोहम् नीलाञ्चिदं भोगयुधं महात्मा चषध्वजश्चैव पुरन्दरश्च दृष्ट्वा सुलीलं पुरुषं महान्तं चरन्तमेवं परिकामभावं जायाहि वैश्यस्य महात्मनस्तु मेनेन सा रूपयुधं गुणज्ञम् अम्भो यथा पद्मदले गदं वै प्रयाति मुक्ता फलकस्य कीर्तिं तद्वत्स्वभावपरिसत्ययुक्तो जज्ञे च तस्यास्तु पतिव्रतायाः अनेन दूती परिप्रेषिता पुरा यामां युवत्याः गुणज्ञमेनं लीलास्वरूपं बहुधात्मभावं ममैषत् सर्वं परिदर्शयेच्च ममैव कालं प्रबलं विचिन्त्यागतो हि मे कान्तगुणैश्च तत्खलः रत्या समेतस्तु कथं च जीवेत् सत्याश्मभारेण प्रमर्दितश्च ममापि भावं परिगृह्य कान्तो जीवेत् कियान्वापि सुबुद्धियुक्तः शून्यो हि कायो मम चास्ति सद्यश्चेष्टाविहीनो मृतकल्प एव कायस्य ग्रामस्य प्रजा प्रनष्टा सुविक्रियाख्यं परिगृह्यकर्म ममाधिकेनापि समं सुकान्तं स ऊर्ध्वशोभामनयच्च कामः यदा मृदो बलवान् हर्षयुक्तः स्वयं दृशा वै परिनृत्यमानः तथा अनेनापि प्रभाषयेद्भुतं यो मां हि वाञ्छत्यभिभोक्तुकामः एवं विचार्यैव तदा महासती सत्याख्यरज्ज्वा दृढबद्धचेतना गृहं स्वकीयं प्रविवेश सा तदा तत्तस्य भावं नियमेन वेत्तुम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे चतुःपञ्चाशत्तमोऽध्यायः ॐ